नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र दुहूत्यादिगणे हलन्तदातवः इति पाठः अनुवर्तते। तत्र वयं तु दृष्टवन्तः, पुनः अदुपददातवः दृष्टवन्तः, अनन्तरं इदुपददातवः गतसप्ताहे, केचन अनुनासिकान्तदातवः अपि दृष्टवन्तः। निजिर् इति निजिर्धातोः रूपाणि गतसप्ताहे दृष्टवन्तः। तत्र यदा अभ्यासकार्यं भवति तत्रापि निज् निज् इति भवति, अनन्तरम् अलादिशेषः इत्यनेन निनिज् हल आदिम हल् एव अवशिष्यते, अन्ये फलाः लुप्यन्ते, अतः निनिज् इति अङ्गं निजान्त्रयाणां गुणः श्लौ इत्यनेन तत्र अभ्यासवर्णस्य गुणः भवति। अत्र विशिष्टकार्यं निजान्त्रयाणां गुणः श्लौ इत्यनेन ने इति भूत्वा नेमिज् इति इदानीम् अङ्गम् इति दृष्टवन्तः, तदेव गतसप्ताहे कृतवन्तः। तादृशमेव कार्यं विजिर् विष्ल इत्यत्रापि, तत्र किञ्चित् पठामः अनन्तरम् अग्रिमधातोः रूपाणि साधयामः। एतत्तु यदा निमिच् तादृशमेव कार्यम् अत्रापि। उषा भगिनी पठति वा विजिर्? आं भगिनि, विजिर् धातु, विज् विजिर् विज् भवति, विज् धातुः उभयपति पृथक् भावे, विजिर् पृथक् भावे, ओके। सर्वं सर्वं कार्यं रूपाणि च निज् धातुः इव, विज् श्लौ इति सूत्रेण द्वित्वं भवति, विज् विज् भवति। हलादिशेषः इत्यनेन प्रथमजकार विज् प्रथम विज् भागस्य जकारलोपः भवति, विविज् इति अङ्गं, विविज् इति स्थिते निजान्त्रयाणां गुणः श्लौ इत्यनेन अभ्यासवर्णस्य गुणः भवति। अभ्यासवर्णः वि प्रथम वि प्रथम वि गुणः भूत्वा वेविज् इति नूतन अङ्गं भवति। वेविज् इति नूतन अङ्गं रूपाणि रूपाणि यदा तत्र निनिज् इत्यत्र भवति किल, तादृशमेव तत्र किञ्चित् हलादिपित्सु अजादिपित्सु किं भवति इति वदतु। हलादिपित्सु हलादिपित्सु लिप् इव पुगन्तलघुपदस्य च इत्यनेन वेविज् इति वे विज् योगः ति भवति, वेवेज् योगः ति, वेवेज् चोः कुः इत्यनेन वेवेग् योगः ति, वेवेग् योगः ति करिच इत्यनेन ति इति कर् कर्वर्णः, करिच इत्यनेन वेवेक् वेवेक्ति भवति, वेवेक्ति भवति। अजादि हलादिपित् अजादि हला अजादि अजादिपित् आनी इव भवति। आनी आनी इत्युक्ते चेत् हलादिपित् हलादिपित् वाट् हेपन्स् हलादिपित् अजादिपित् अजादिपित् न अभ्यस् न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन लघु इकः गुणनिषेधः भवति। सो वे वे विज् योगः आनी इति स्थिते वे विज् योगः आनी वे विजानि एव भवति, वे वे जानि इति बाधितं भवति। देन् हलादि हलादि अपित् हलादि अपित् तः इति स्थिते गुणनिषेधः भवति, वेविज् योगः तः वेविज् योगः तः चोः कुः चोहोकुः इत्यनेन वे विग् योगः तः देन् खरिच इत्यनेन वे विक् तः वे वित्तः अजादि अपित् अति वे विज् योगः अति वर्णमेलनमेव वे विजति भवति तदेव कार्यं यदा तत्र कृतवन्तः नेमिज् इत्यत्र समानकार्यमेव अत्रापि भवति धन्यवादः प्रश्नः अस्ति वा न भगिनि न अरुणा भगिनि विष्णु तत्र पठति वा अग्रिमधातु भगिनि भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि अधुना श्रूयते वा इदानीं विश् इति त्रयाणां निजां त्रयाणां धातुगणः अस्ति ततः विश् योगः स्लौ सदये निजां त्रयाणां गुणः स्लौ इति सूत्रेण इक् वर्णस्य गुणः भवति वे विश् प्रथमं विश् विश् भवति विविश् भवति वेविश् इति रूपं वेविश् योगः ति सारुधातुक आरुधातुक इत्यनेन दीर्घगुणः भवति वेवेश् पुगन्तलघुपदस्य सन्तमिता पुगन्तन्य वेवेश् योगः अस्ति अस्तुनास्तुः इति सूत्रेण वेवेष्टि इति रूपं भवति वेविश् योगः अतः अत्रापि तस्य गुणनिषेधः भूत्वा वेविश्वः भवति अतु अस्ति चेत् वेविष्ट अत्र अन्त्यस्य अतु आगच्छ अभ्यस्तस्य मध्यमपुरुष अत्रापि गुणकार्यमस्ति वे षकारस्थाने खकार आगच्छति षडोपोकः इति सूत्रेण भगिनि वेवेश् योगः सि वेवेक्षि भवति सि आदेशप्रत्ययोः इत्यनेन वेवेक्षि भवति सत्यं प्रथमं गुणः अनन्तरं षडोपोकः सि अनन्तरम् आदेशप्रत्ययोः अस्ति अपि अस्ति गुणनिषेधः वे विष्टः नास्तु वे विष्ट वे विष्ट वे विश् मि वे विश् गुणः भवति वे वेश्मि वे वे विश्वः वे विष्मः समान एव यदा नेमिज् कृतवन्तः तादृशमेव अतः अग्रिमधातुः प्रति गच्छामः तत्र किञ्चित् भेदः भवति तद् कार्यं पश्यामः उदुपदधातुः इति धन्यवादः धन्यवादः विजया भगिनी पठति वा उदुपदधातवः आं भगिनि नमस्कारः श्रूयते वा उदुपदधातवः एकः एव उदु उपदधातुः अस्ति तुर् इति तुर् धातुः परस्मैपदी स्वरेण द्वित्वम् अभ्यासकार्यं च तुर् श्लौ तुर् तुर् इति श्लौ इति सूत्रेण द्वित्वं भवति तुर् तुर् इति हलादिशेषः इत्यनेन प्रथमवर्णस्य प्रथमवर्णः एव हलन्तवर्णः एव तिष्ठति अवशिष्यते अन्यवर्णः लुप्यते अतः तु इति अङ्गं भवति. इदानीम् अङ्गकार्यम् हलादिपित्स् उपादायं लुक् उपादायं लघु इक्वर्णः गुणः भवति. तुर्तुर् इति तुर्तुर् योगः तु इदानीम् उपादायं लघु इक्वर्णः गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण अतः तु तोर् भवति. तु तोर् योगः ति तुतोर्ति इति भवति. एतत् हलादिपित्सु इति इत्यनेन अनन्तरम् अजादिपित्सु नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन उपादायं लुक् उपादायं लघु इक् गुणनिषेधः भवति. अजादिपित्सु अस्ति चेत् अतः तु तुर् योगः आणि अट्टुकुपवाङ्नुं विवयायेपि इति सूत्रेण तत्र वर्णमेलनमेव तुतुराणि इति भवति. हलादि अपित्स् तत्र हलीच इत्यनेन उपादायं दीर्घः भवति अतः तुतुर् योगः तः तत्र तु तूर् योगः तः तुतुर्तः इति भवति. अनन्तरम् अजादि अपित्स् अस्ति चेत् किञ्चित् च इति सूत्रेण गुणनिषेधः भवति अतः तुतुर् योगः अति तुतुरति इति तत्र वर्णमेलनमेव. अग्रे पठामि वा भगिनि. हलिच इति सूत्रं हलिच हलिपरे रेपान्तानां वकारान्तानां च धातूनाम् उपादायां स्थितः इक् वर्णः दीर्घः भवति. हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सिपधातोः रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवर्तिः ओरुपदाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः येन विधि तदन्तस्य इत्यस्मात् साहाय्येन इत्यस्य साहाय्येन तदन्तविधिः अतः ओर् रुर्वोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य तेषामपि ग्रहणम्. अनुवृत्तिसहितसूत्रं हलिच रोर्वोः रुर्वोः धातोः उपादायाः इक् दीर्घः. तत्र हलिच इति सूत्रं किं वदति चेत् रेपान्तवकारान्त धातु अस्ति चेत् तत्र उपादायं स्थितः इक् वर्णः अस्ति चेत् तत्र दीर्घः भवति इति. अनन्तरम् एतत् किं वचनम् इति तत्र उक्तं सिपधातोः रुर्वा इति अस्मात् धातोः इत्यस्य अनुवृत्तिः एव. एतदपि रुर्वो रुपदाय दीर्घ इकः इत्यस्मात् पूर्णतया अनुवृत्तिः भवति. अनन्तरं तत्र येन विधि तदन्तस्य एतत् तदन्तविधिः भवति अतः रुर्वोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य तेषां ग्रहणं भवति. तावदेव भगिनि अनुवृत्तिसहितसूत्रम् अत्र अस्ति. अतः तत्र अपदान्तधातोः विषये एव अस्य सूत्रस्य प्रसक्तिः भवति. रेपवकारयोः दीर्घः न क्षम्यतां हलीपरे रेपान्तवकारान्तानां धातूनाम् उपादायां स्थितस्य इक् वर्णस्य दीर्घः इक्वर्णस्य दीर्घः भवति. तस्य एव कार्यम् अत्र भवति. अतः एव तुतूर्तः इति रूपं सम्यक् भगिनी भवती एव लट् लकारे वदति वा रूपाणि. विद्या भगिनि लट् एतत् तत्र धातुः तु तुतुर् इति भवति अनन्तरम् एतत् द्वित्वं भूत्वा तुर्तुर् इति भवति खलु भगिनि अङ्गं स्वीकृत्य तत्र लट्लकारे सीतः अति सीतहत् मीवहमः इति अस्ति जुगोत्यादिगणे अतः अत्र तुतुर् योगः तिप् इति भवति तिप् अनन्तरं तत्र इदानीमेव दृष्टवन्तः तत्र पुहन्तलघुपदस्य इति सूत्रेण उकारस्य स्थाने ओकारः भूत्वा तुतोर् तुतोर् इति भवति अनन्तरं सी मेलनेन तुतोर्ति इति भवति अन्तिमरु खलु भगिनि अनन्तरं तादृशमेव तुतुर् इति अस्ति अनन्तरं तत्र तः इति अस्ति तादृशमेव तत्र तस् इति अस्ति एतत् हलादि अपि अस्ति अतः तत्र गुणनिषेधः भवति अनन्तरं तत्र तत्र आम् आम् हलीच इति सूत्रेण आम् उपदायां स्थितवर्णः इक् वर्णः दीर्घः भवति अतः तुतुर् भवति अनन्तरं तः मेलनेन तुतुर्तः भवति तत्र अन अति इति अस्ति तत्र किमपि कार्यं नास्ति खलु भगिनि अति इति अजन्त अपि अस्ति अतः किमपि कार्यं नास्ति तुतुरति इति भवति तावदेव अनन्तरं मध्यमपुरुषे एकवचनं सी अस्ति तत्र अपि तुतुर् इति भवति तत्र अपि सिप् इति सिप् अस्ति किम् अस्ति पित् अस्ति अतः गुणकार्यं भवति अतः तुतुर् इति भवति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने नूतनशकरः आगच्छति अतः तुतोर्षि इति भवति तुतुर्तः तत्र पूर्वमेव तुतुर्तः इति दृष्टवन्तः हलादिशेषक इत्यनेन तुतुर्तः इति भवति तुतुर्त अलि अलिच आम् आम् किम् उक्तं मया हलादिशेषक इति उक्तम् अलिच इति सूत्रेण तुतुर्तः इति भवति अनन्तरं तुतुर्त इति भवति अनन्तरं पुहन्तलघुपदस्य इति सूत्रेण उकारस्थाने ओकारः भूत्वा तुतोर् योगः मी भवति तुतोर्मि इति भवति उत्तमपुरुषद्विवचने अपि हलिच इति सूत्रेण उपदायम् इकवर्णः दीर्घः भवति अतः तुतुर्वः तुतुर्मः भवति तावदेव भवति आम् तुतुर् लोट् तुतुर् योगः तु भवति तुतुर् योगः तु पित् भवति तुतुर्योगः तु पुगन्तलघुपदस्य च इत्यनेन गुणः भवति तुतुर् इति तुतोर् भवति तुतोर्योगः तु तुतोर्तु भवति तु ताम् ताम् इति हलादि अपित् हलादि अपित् हलादि अपित् इति भवति चेत् तुतुर्योगः ताम् रेपान्तदातु तस्य पूर्वस्य ऊ इति अस्ति तत्कारणात् हलीच इत्यनेन उपधा दीर्घः भवति. उपधा दीर्घः तुतुर्योगः तां तुतुर्तां भवति. देन् प्रथमपुरुष बहुवचनं तुतुर्योगः अतु तुतुर्योगः अतु तुत् वर्णमेलनमेव. तुतुर्योगः अतु तुतुरतु भवति. देन् तुतुर् मध्यमपुरुष एकवचनं तुतुर्योगः हि ऋ योगः ऋ रेफान् ददातु. ऋ इति झल् नास्ति. हू जल्भ्यो हेर्दिः इत्यनेन हि दकारः न भवति. हि एव तिष्ठति. तुतुर्योगः हि तुतुर्हि एव भवति भगिनि. तत्रापि हलि च भवति. ओ हलि हलि ओ या या हलि तुतुर्योग अपित् ओ दिस् इस् अपित् अपित् ओके. तुतुर्योगः हि तुतुर्हि भवति. आं भगिनि, उपधादीर्घः भवति. उपधादीर्घः तुतुर्हि भवति. तुतुर्योगः तं दिस् इस् आल्सो अपित् तुतुर्योगः तं हलीच इत्यनेन रेफान्तदातु उपधाया दीर्घः भवति. तुतूर्तं मध्यमपुरुष बहुवचनं तुतूर्त. उत्तमपुरुष एकवचनं तुतुर्योगः आनि. अजादिपित्त न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणनिषेधः भवति. तुतुर् एव तिष्ठति. तुतुर्योगः आनि तुतुराणि भवति. अट्कुप् आङ्नुं यवाये अपि इत्यनेन नकारस्य नकारः भवति. तुतुराम एव भवति. अलीच इत्येव विशिष्टकार्यम्. अन्यत् सर्वं तु समानम् एव. सम्यक्, धन्यवादः भगिनि. अरुणा भगिनि, लङ् धन्य लङ् लकारे तुत्तुर् इति दातु अङ्गमस्ति. प्रथमं अडागम आगच्छति लङ् लुङ् लुङ् षुरुत्वार्थः इति सूत्रेण अतुत्तुर् अयोगः त् प्रथमं पित् अस्ति, गुणः भवति तुत्तोर् योगः त् तकारलोपः भवति अल्नाद्युदीर्घ इति सापुकृतः लिखितेन तुतोर् तुतो विसर्गः भवति करवसाने विसर्जने इति ततोः भवति. भगिनि तुतोः अतुतोः अहं क्षम्यताम् अतोः अतुतोः ताम् अस्ति अपित् अस्ति, गुणकार्यं नास्ति. दीर्घ भवति हलिच इति सूत्रेण रेफान्त अङ्गमस्ति, अतः अतुतूर्तां भवति. लङ्लकारे अन् अस्ति बहुवचनं, अत्र अजादि अपित् अस्ति, अतुतूरान् दीर्घं नास्ति. उहु इति अजादिः नास्ति इति कृत्वा, क्षम्यतां, हलादिः नास्ति इति कृत्वा अतुतुर्योगः अत्रापि गुणः भवति. प्रथमम् अतुतो योगः अत्र किं भवति भगिनि, सहायं करोमि एकं तत्र अपृक्त एकाल् प्रत्ययः किल, ओहो लोपः भवति, ओके ओके विसर्गस्य रकारेफसः विसर्गः आगच्छति अतः एव रूपं तम् अस्ति अपित् अस्ति अम् अस्ति अजादिति अस्ति नाभ्यस्तस्य चिपिति सार्वधातुके गुणनिषेधः भवति गुणनिषेध भगिनि अतु तोरं भवति वा गुणनिषेधः भवति वकारः हल् नास्ति, हलि अपित् अस्ति हलि नास्ति, केवलम् अतुत्व अतुधुर्म अजादि अपित्सु नाभ्यस्तस्य अचिति धन्यवादः विजया भगिनी विधिलिङ्गि वदति वा आं भगिनि तत्र तुतुर् इति भवति अङ्गम् इदानीं सर्वत्र हलिच इति सूत्रेण उपदायाः उपदायां दीर्घः भवति अतः पुपूर् भवति तत्र सर्वत्र योजनेन तुतुर्यात् तुतुर्यातां तुतुर्युः तुतुर्याः तुतुर्यातं तुतुर्यात् तुतुर्या तुतुर्याव तुतुर्याम इति भवति अनेन जुहोत्यादिगणः इति पाठः समाप्तः जुहोत्यादिगणस्य अलन्तदातवः अष्टदातवः एव आसन् तत्तु वयं प्रायः अष्ट पूर्णतया न परन्तु वयं तु कृतवन्तः एव तस्य अध्ययनं अलन्तदातवः समाप्तः अग्रिमगणः अस्ति रुदादिगणः 17 इति करपत्रं रुदादिगणः एव अस्माकम् अन्तिमगणः अस्माकम् अन्तिमगणः गणस्य अन्तिमगणः न अन्तिमगणः तु चुरादिगणः एव अस्माकं पाठे अन्तिमगणः रुदादिगणः दशम पठतु रुदादिगणः रुदादिगणे पञ्चविंशतिः दातवः सन्ति एतत् करपत्रमेव खलु भगिनि रुदादिगणे पञ्चविंशतिः दातवः सन्ति ते च सर्वे हलन्ताः कर्त्रेषु कर्त्रार्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन् पाठे वीक्ष्यते सार्वधातुकप्रकरणे इदम् अस्माकम् अन्तिमं कार्यं यथा सर्वेषु गणेषु कर्तृके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति तदा रुदादिगणे रुदादिभ्यः श्नम् इत्यनेन शपं प्रबाद्य श्नम् विकरणप्रत्ययः विहितः भवति रुदादिभ्यः श्नम् रुदादिगणे पठितेभ्यः रुदादिगणे पठितेभ्यः धातुभ्यः श्नम् प्रत्ययः भवति. कर्तृके सार्वधातुकप्रत्यये परे अस्ति चेत् रुद् आदिः, येषां ते रुदादयः, तेभ्यः रुदादिभ्यः, रुदादिभ्यः पञ्चम्यन्तं, श्नम् प्रथमान्तं, द्विपदमिदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः इत्यस्य अधिकारः अनेन स्नम् इत्यस्य प्रत्ययसंज्ञा भवति. अनुवृत्तिसहितसूत्रं रुदादिभ्यः स्नम् प्रत्ययः कर्तरि सार्वधातुके इति अस्ति. किञ्चिदेव अस्ति, अग्रे पठामि वा भगिनि? आम्, श्नम् इति प्रत्यये लशपतति इति सूत्रेण शकारस्य लोपः, शकारस्य इत् भवति, इत् संज्ञा भवति. हलन्त्यम् इत्यनेन मकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपे सति न इत्येव अवशिष्यते. सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमबिन्दुः विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं तथा धातु विकर्णप्रत्ययोः मेलनं. तिङ्प्रत्ययस्य सिद्धिः, तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्गं तिङ्प्रत्ययः मेलनम्. एतत् सर्वत्र समीचीनमेव खलु भगिनि? रुदादिभ्यः तत्र सर्वेषु गणेषु कर्तृकसार्वधातुकप्रत्ययः अस्ति एव, कर्तरि शप् इत्यनेन विहितः. परन्तु रुदादिगणे रुदादिभ्यः श्नम् इत्यनेन शपं सर्वत्र आर्धधातुके यत्र यत्र आगच्छति तत्र शपं प्रपाद्य श्नम् विकर्णप्रत्ययः विहितः भवति. रुदादिभ्यः श्नम् इति सूत्रेण रुदादिगणे पठितेभ्यः धातुभ्यः श्नम् प्रत्ययः भवति. कर्तृके सार्वधातुकप्रत्यये परे अस्ति चेत् रुदः आदिः, अनन्तरं येषां ते रुदादयः इति भवति, तेभ्यः रुदादिभ्यः, रुदादिभ्यः तत्र पञ्चमी इति पञ्चम्यन्तं भवति, कृष्णम् इति प्रथमान्तं, सो द्विपदमिदं सूत्रमात्र अस्ति. सार्वधातुके एक प्रत्ययः कार्यं करोति अत्र. अनन्तरं प्रत्ययः इत्यस्य अधिकारः प्रत्ययसंज्ञा भवति कृष्णम् इत्यस्य. अनुवृत्तिसहितसूत्रं रुदादिभ्यः कृष्णं प्रत्ययः कर्तरि सार्वधातुके इति कृष्णं तत्र रूपं किं भवति चेत् तत्र शकारस्य लशकतटिति इति सूत्रेण तत्र ईतसंज्ञा भवति. अनन्तरं मकारस्य हलन्त्यम् इत्यनेन मकारस्य ईतसंज्ञा भवति, तस्य लोपः अपि भवति. अतः द्वयोः लोपः एतत् भूत्वा लोपः भूत्वा न एव तत्र अवशिष्यते. अनन्तरं विकर्णप्रत्ययः योजनेन अङ्गकार्यं भवति, धातु विकर्णप्रत्ययोः मेलनं, अनन्तरं तिङ्कृत्ययः सिद्धिः, तिङ्कृत्ययस्य निमित्तिकम् अङ्गकार्यं भवति, अङ्गयोगः तिङ्कृत्ययोः मेलनमेव तत्र धातु सम्यक् भवति. इति अवशिष्यते. तत्र नकार अकारः अपि अस्ति, तद् स्मर्तव्यं सर्वदा. धन्यवादः भगिनि. उषा भगिनी अग्रिमं, तत्र विशेषः अस्ति विकरणप्रत्ययस्य. विकरणप्रत्ययस्य तत्र भगिनि विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातु विकरणप्रत्ययोः मेलनम्. अस्मिन् प्रथमे सोपाने रुदादिगणे वस्तुतः क्रमः विपरीतः. सर्वप्रथमं धातु विकरणप्रत्ययोः मेलनं भवति, तदा एव विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यम्. ओके, धातु विकरणप्रत्ययोः मेलनं श्नम् श्नम् मित् मकार इत् यस्य सः श्नम् मित् अस्ति, अतः मितचोन्त्यात् परः इत्यनेन धातोः अच् वर्णेषु अन्त्यात् परः आयाति. यथा रुद् योगः श्नम् रुद् योगः न श्नम् इत्येव नकारः एव तिष्ठति, रुद् योगः न अन्तिम अकारस्य परः उकारस्य परः सो ऋणद् एव ऋणद् भवति. बिद् योगः न अन्तिम अकारः इकारः बिनद् भवति. कृत् योगः न कृणत् भवति. तुद् योगः न तुनद् भवति. किद् किनद् तुः योगः न तृह् तृह् योगः न तृणः इत्यादिकं मितचोन्त्यात् भगिनि मितचोन्त्यात् परः यः मित् अस्ति यः मित् अस्ति अच्वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति. म यित् मु यित् यस्य सः मित् बहुव्रीहिः. मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चमीयन्तं परः प्रथमान्तम् अनेकपदमिदं सूत्रम्. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच् अजातिः इति इष्टम् आशयः बहुवचनं वेरिस् आशयः भगिनि आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकं जात्याख्या जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां जात्याख्यायाम् एकस्मिन् बहुवचने अन्यतरस्यां जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां एतदर्थं सिद्धान्तकौमुदीकारक कौमुदीकारवृत्तिः अस्ति. अचः इति निर्धारणे षष्टि अचां मध्ये यः अन्त्य तस्मात् परः तस्य एव अन्तावयवः मित् स्यात्. अचां मध्ये यः अन्त्यः तस्मात् परः तस्य एव अन्त्य अवयवः अन्तावयवः मित् स्यात्. तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः मितचोन्त्यात् परः. ओके, देर् द अचः इस् सार्वत्रिक बहुवचनार्थकः. इत्थञ्च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थाने योग इति सामान्यम्. इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः मितचोन्त्यात् परः अहम् अवगतं भगिनि, बट् एक्स्ट्रा इन्फर्मेशन् ऐ केनाट् ऐ डिण्ट् फालो भगिनि. मितचोन्त्यात् परः इति सूत्रं वदति यः मित् अस्ति. मित् इति श्नम् इति मकारान्तप्रत्ययः मित् इति श्नम् इति मकारः ईत् भवति. यः मित् अस्ति श्नम् इति मित् अस्ति. सः अच् वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति. धातोः विधीयते श्नम् इति श्नम् इति मित् अस्ति. तत् श्नम् इति धातोः अन्तिम अच् वर्णस्य परः आयाति. अन्तिम अच् वर्णः परः इति स्थिते धातोः प्रायः प्रायेण दातः धातोः एक एव अच् भवति. किञ्चन धातोः द्वि धातु अस्ति वा, द्वि हल् द्वि अच् अस्ति वा भगिनि रुदादिगणे? प्रायः प्रायः तत्र धातोः तत्र अच् वर्णः बहवः अच् वर्णः बहवः अस्ति चेत् अन्तिम अच् परः अस्ति, परः नकारः आयाति. तस्मात् पूर्वं किमस्ति इत्युक्ते तस्य अचः अन्त्यात् इति दत्तमस्ति किल तत्र. यदा वयं तत्र अनुवृत्तिसहितसूत्रं पश्यामः तत्र मितः अचः अन्त्यात् परः अमरः इति तत्र मित् इति प्रथमाविभक्तौ अस्ति एकवचनरूपं. तत्र अचः अन्त्या इति अस्ति, अचः इति षष्टि, अन्त्यात् इति पञ्चमी, परः प्रथमा अण्ड् अन्तः इस् आल्सो प्रथम. तत्र अचः अन्त्यात् इत्युक्ते निर्धारणे षष्टि इति अपि अस्ति, निर्धारणे षष्टि, निर्धारणे सप्तमी अपि भवति. पाण्डवानाम् उत्तमः अर्जुनः और् पाण्डवेषु शूरः इति तादृशं भवति किल निर्धारणे इति तादृश अर्थः अस्ति. तत्र सर्वेषु स्वरेषु अन्तिमः तस्मात् इति अर्थः अचः इति षष्टि, अचः अन्त्यात् अमङ्ग्स्ट् अच द एण्ड् अन्त्यात् परः तस्मात् अपि परः इति अर्थः. तत्र अचः इति यद् पदमस्ति तत् प्रथमाविभक्तौ क्षम्यतां षष्टिविभक्तौ एकवचने अस्ति. यूश्वलि तत्र निर्धारणे भवति चेत् निर्धारणे षष्टि वा सप्तमी वा भवति चेत् तत्र बहुवचनमेव भवति. पाण्डवेषु वा पाण्डवानां मासानां मार्गशीर्षः तत्र तादृशं तत्र बहुवचनमेव भवति. परन्तु अस्मिन् सूत्रे एकवचनं दत्तमस्ति, किमर्थम् इति प्रश्नः. तत्र एव आशायाम् इति दत्तमस्ति किल, आशा तु बहुवचनं, आशयः बहुवचनं, निर्धारणे सप्तमी बहुषु एकं. तत्र एकं सूत्रं स्वीकृतवन्तः जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् अन्यतरस्यां विकल्पेन जातिरूपेण स्वीकृतवन्तः. अजः इत्युक्ते सर्वे अच्वर्णाः जातिरूपेण जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति स्वीकृत्य तत्र अच्छः इत्युक्ते निर्धारणे षष्टि इति स्वीकृत्य तस्मात् परः अन्त्यात् परः इति अवगन्तुं शक्नुमः. अचामध्ये यः अन्त्यः तस्मात् परः तस्य एव अन्त्य अवयवः भवति. तस्मात् परः नकारः आगच्छति तद् अवयवः भवति, इट् बिकम्स् अ पार्ट् आफ् दट् धातु. तद् यदा वयं भू इति तत्र शक् इति विकरणप्रत्ययः स्वीकुर्मः चेत् भूयोगः शक् भव इति भवति किल, तादृशमेव इदानीं तत्र नकारः यद् वयं योजयामः तद् धातोः अङ्गं भवति, अन्तिम अवयवः भवति, तस्य एव भागः भवति इत्येव वदति. अतः सार्वत्रिक एकवचने चेदपि सार्वत्रिक बहुवचन अर्थः अस्ति. जातिः अस्ति इत्युक्ते एकवचनमेव भवति किल, कलेक्टिव् नौन् तदेव. Just to show that Achaha is Nirdharana Shashti, they have brought in this, showing the Jati Akhyaya. Okay. Yes. From that sutra, getting the validation. Okay. Athava Tasya Arthaha, they had not given this. Achaha Iti Vayam Panchami Abhi Shri Kartum Chakma Mahakila. Achaha Antya, then it will become like a Visheshna Vishesha. There is a Deerga Charcha, I think, in Kashika. Why it should not be विशेषण विशेष्य अण्ड् तत्र निर्धारणः कथं किमर्थम् इति तत्र चर्चा अस्ति. सिद्धान्तकौमुदी वा काशिका वा किं तत्र चर्चा दलसार्थक्यम् इति वदामः किल, किमर्थं तत्र एतादृशनिर्धारणं स्वीकृत्य अवगन्तव्यम् इति अस्ति. अन्ये अपि अवगतवन्तः वा? अरुणा भगिनी, विजया भगिनी. आं भगिनि, अत्र अनुवृत्तिसहितसूत्रं वदति मित् अचः अन्त्यात् परः अन्तः. वयं अत्र अचः अन्त्यात् इति विशेषविशेषण स्वीकृत्य पञ्चमी अत्र न स्वीकरणीयं, निर्धारण षष्टि इति स्वीकरणीयम् इति अत्र जात्याख्या इत्यस्य प्रसक्ति अस्ति. आं भगिनि, सत्यम् आं सत्यं, तस्य आवश्यकता सम्यक् तदेव. अनेन सूत्रेण श्रम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इत्युक्तम्. अनेन सूत्रेण श्रम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इत्युक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ, शीप्रत्ययः शीप्रत्ययस्य इ भवति. शीप्रत्ययः लषक् वदति ते इत्यनेन इ अवशिष्यते. शीप्रत्ययः सर्वनाम शीप्रत्ययः सर्वनामस्थानसंज्ञकः, अतः नपुंसकस्य जलचः इत्यनेन जलन्तस्य अजन्तस्य च जलन्तस्य अजन्तस्य च क्लीबस्य नुम् भवति सर्वनामस्थाने परे. नुम् मित्, अतः मितचोन्त्यात् परः इत्यनेन स च नुम्. अच् वर्णेषु अन्त्यात् परः. सो ज्ञानयोगः न योगः इ, नुम् आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन ज्ञान अन्तिम अवयवः ज्ञानयोगः न इति. ओके, न भगिनि, न ज्ञानयोगः न योगः इ, नुम् आगमस्य नुम् ओ नुम् आगमस्य नकारः नाट् नम् ज्ञानयोगः न योगः इ, नुम् आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ इत्यनेन नकारान्त अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने परे. सम्बोधनस्य एकवचने नास्ति चेत् असम्बुद्धौ. ओके, सर्वनामस्थाने चासम्बुद्धौ. ज्ञानान् योगः इ ज्ञानानि. यदि नुम् आगमस्य नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्, यदि नुम् आगमस्य नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्, यदि अन्त्यस्य अचः एव अवयवः इति स्वीक्रियेत, तर्हि अन् नान्तः चेतपि अङ्गं नान्तं न इति कारणतः सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अकारस्य दीर्घ आदेशः न अभविष्यत्. श्नम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति युक्तं. वर्णसमुदायस्य अन्तिम अवयवः अस्य अर्थः उदाहरणेन दृश्यते. ज्ञानयोगः सर्वनामस्थानप्रत्यय ही प्रत्ययः भवति चेत् बहुवचनं, रैट् भगिनि? बहु ज्ञानयोगः ई ही प्रत्ययः, ही प्रत्ययस्य स्थाने इ एव तिष्ठति. ज्ञानयोगः इ सर्वनामस्थानसंज्ञा, सर्वनामस्थानसंज्ञकः अतः नपुंसकस्य जलचः इत्यनेन जलन्तस्य अजन्तस्य च अत्र ज्ञान इति जलन्त अङ्गं नपुंसकस्य जल् अचः इति सूत्रेण नुम् आगमः आयाति. नुम् आगमः मितचोन्त्यात् परः इत्यनेन नुम् अच् वर्णेषु अन्त्यात् परः भवति. ज्ञानयोगः इ इति स्थिते ज्ञान अन्तिम अच् वर्णः नकारस्य परः अस्ति. अन्तिम अकारस्य परः भवति. ज्ञानयोगः न योगः इ भवति. सो ज्ञानन् इ दन्नाम सर्वनामस्थाने चासम्बुद्धौ इत्यनेन नकारान्त अङ्ग नकारान्त अङ्गस्य उपधायाः दीर्घः भवति. सो ज्ञा नकारान्त अङ्ग नकारान्त अङ्ग इति नकारान्ताङ्ग ज्ञानन् भवति. ज्ञानन् उपधाय ज्ञानभागस्य अन्तिम अकारः नकार. सो ज्ञानान् भवति. ज्ञानान् योगः इ ज्ञानानि भवति. यदि नुम् आगमः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत् चेत् न अभविष्यत्. सो यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः अन्तिम अवयवः इति अभविष्यत् चेत् अन्त्यस्य अचः एव अवयवः इति स्वीक्रियते चेत् अन्तिम अन्त्यस्य अचः एव अवयवः. सो ज्ञानयोगः नकार न एव अन्तिमभाग एव अवयवः इति स्वीक्रियते चेत् तर्हि तर्हि ज्ञानान् इति अन्नान्तः चेत् ऐ केण्ट् एक्स्प्लेन् भगिनि ऐ सीम् टु अण्डर्स्टेण्ड् वाट् दे आर् ट्रैङ्ग् टु से. अन्नान्तः इत्युक्ते तत्र ज्ञान इन् इति प्रत्ययः तद् मा स्वीकरोतु. ज्ञान प्लस् इन् तत्तु अन् अन्नान्तः अन्नान्तः चेदपि अन्नान्त चेदपि तदस्ति. नकारः तु वयं योजनीयमेव. तद् अस्ति चेदपि इदानीम् अन्तिम अवयवः नास्ति इति अस्माकं चिन्तनं. तत्र किं भवति अङ्गं किं भवति नकार अकारः एव किल. ज्ञान इत्यत्र नकारः अकारः अङ्गं नान्तं न इति कृत्वा सर्वनामस्थाने नकारः यद् वयं नुम् आगमस्य नकारः अन्तिम अवयवः अस्ति चेदेव सर्वनामस्थाने च सम्बुद्धौ इत्यस्य प्रसक्तिः उपधा दीर्घः ज्ञानानि रूपं. यदा तादृशं वयं न स्वीकुर्मः चेत् तत्र अन् अन्तः अस्ति चेदपि इदानीम् अस्माकं कृते नास्ति इति स्वीकृत्य अकारः एव अन्ते अस्ति नकारान्तमङ्गं नास्ति इति कृत्वा सर्वनामस्थाने च सम्बुद्धौ इत्यस्य प्रसक्तिः न अभविष्यति एव. अतः यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति बहु मुख्यम् अस्ति कार्यस्य कृते. तस्य आधारेण एव अग्रे सूत्राणि अपि आगच्छति. भगिनि अस्माकं कृते रुद् तस् तत्र ऐ डोण्ट् सी दस् एनि श्नम् किल रुद् योगः श्नम् रुद् योगः न सो रुनद् भवति. तत्र वर्ण वेरस्तु समुदाय अन्तिम यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति. एकः एव आचरति चेत् तत्र किमपि क्लेशः नास्ति. यदा तत्र अच् द्वयं वा त्रयं वा अस्ति चेत् तत्र वर्णसमुदायस्य अन्तिम अवयवः भवति. अनेन सूत्रमपि आगच्छति, अग्रे सूत्रमस्ति, तत् पश्यामः. अस्तु, धन्यवादः. आं भगिनि, प्रश्नः अत्र उक्तं ज्ञानयोगः इ सि प्रत्ययस्य निष्कर्षनन्तरं सुबन्तविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः. तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत्. कथं वा षि इति जातम्? मूलप्रत्ययः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्यय आदेशाः भवन्ति. मूलप्रत्ययानां स्थाने आदेशाः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य, कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशः भिद्यन्ते. नपुंसकलिङ्गे जसशोषिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः. अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति. वनानि, वारीणि, मधूनि, जगन्ति, कर्मणि, दुनुंषि, मानांषि. अत्र प्रश्नः ज्ञानयोगः इति वयं पूर्वम् उषा भगिनी पठितवती. अत्र किमर्थं सामान्यतः सुबन्तविषये प्रत्ययाः सु औ जस् इति प्रथमपुरुष प्रत्ययः, परन्तु बहुवचने जस् अस्ति. सामान्यतया कथं षि आगतम् इति प्रश्नः दत्तं, विवरणम् अत्र दत्तं. मूलप्रत्ययसु औ अस्ति, परन्तु मूलप्रत्ययस्थाने आदेशः भवति. प्रातिपदिकलिङ्गम् अनुसृत्य कुत्रचित् अन्तिमवर्ण नपुंसकलिङ्गे एकसूत्रमस्ति जषोषि, इत्यनेन जस्थाने षि आदेशः भवति. तदेव नपुंसकलिङ्गे उदाहरणं दत्तम् आयाति, वनानि, वारीणि इत्यादि, मधूनि, जगन्ति, कर्मणि, कर्माणि, धनुंषि, मनांषि इति बहुवचनरूपं निष्पन्नं भवन्ति. एवं च यदा स्नम् प्रत्ययः आगतः तदा विकरणप्रत्ययनिमित्तकम् अङ्गकार्यम्. ओके, रुदादिगणे एकमेव विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं भवति. तच्च केवलं यत्र स्नम् प्रत्ययात् परं धातौ नकारः वर्तते. स्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः सन्नलोपः स्नान्नलोपः इत्यनेन सूत्रेण, यथा इन्द् योगः स्नम् इनन्द् इति अङ्गम्. इनन्द् इत्यस्मिन् स्नम् प्रत्ययात् पदे धातोः नकारः वर्तते, अतः सान्नलोपः इत्यनेन स्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः इनन्द् इनद् भवति. एवमेव तृण्ह् योगस्नम् तृणः तृणः अनञ्ज् अनञ्ज् अनज् भवति. वञ्ज् वनञ्ज् नञ् भवति. तञ्ज् तनञ्ज् तनज् अन उनन्द् उनन्द् उनद् उनन्द् उनद् इत्यादिकम् अत्र स्नम् प्रत्यनन्तरं विकरणनिमित्तक अङ्गकार्यम् एकमस्ति. रुदादिगणे एकमेव सूत्रं निमित्तकम् अङ्गकार्यं भवति. स्नम् आदेशसमये अनन्तरं स्नम् प्रत्ययान्तपरस्थितस्य नकारस्य लोपः भवति. स्नान् लोपः इति सूत्रेण उदाहरणमस्ति रुद् धातु, इन्द् धातु, इन्द् योगहसनम् अत्र मेदचोन्तादिसूत्रेण अन्तिम अच्छुवर्णस्थाने अनन्तरं नकारः आगच्छति इनन्द् इति रूपं तत्समये स्थानलोपः इति सूत्रेण नकारलोपः कृत्वा इनन्द् अङ्गं भवति अवगतं किल प्रत्यय उत्तरस्य नकारस्य लोपः ध्येयं यत् अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य अङ्गम् उद्दिश्य यत् कार्यं तद् अङ्गकार्यं केवलं प्रत्ययात् प्राक् तदेव अङ्गमिति न प्रत्ययं निमित्तीकृत्य यत् कार्यं भवति तत् तत्र अङ्गम् अतः यद्यपि विकरणप्रत्ययः धातुमध्ये उद्दिशति तथापि तथापि स च धातु विकरणप्रत्ययकारणेन अङ्गमेव ओ ओके सामान्यतः अङ्गकार्यमिति चेत् धातुयोगः प्रत्ययः अस्ति तत् अङ्गम् इति निमित्तीकृत्य अङ्गं अङ्गकार्यमिति वदन्ति न केवलं प्राक् एव प्रत्यय निमित्तीकृत्य अपि कार्यं कार्यं भवति चेत् तदपि विकरण अङ्गकार्यम् इति उच्यते सत्यम् अतः धातोः अवयवः इदानीं नकारः अभवत् तद् निमित्तीकृत्य कार्यं श्नान्नलोपः अतः तद् अङ्गमेव तद् धातुः इदानीं नकार इत्युक्ते तृणन्द् इति अङ्गमेव अङ्गमेव स्नानलोपः स्नम् प्रत्यय उत्तरस्य नकारस्य लोपो भवति नस्य लोपो न लोपः षष्ठी तत्पुरुषः स्नात् पञ्चम्यन्तं न लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्नात् अङ्गस्य न लोपः अस्तु स्नान् लोपः इति सूत्रम् एव एक अङ्गकार्यमस्ति रुदादिगणे स्नम् प्रत्यय उत्तरस्य नकारस्य लोपो भवति तस्मात् उत्तरस्य नकारस्य लोपः निमित्तं तु स्नम् प्रत्ययः एव तदेकमेव कार्यम् अत्र स्नान् लोपः तिङ् तृतीय सिद्धिः रुदादिगणे अङ्गम् अनदन्तम् अतः अनदन्त अङ्गानां कृते च कृते ये सिद्ध तिङ्कृतयः भवन्ति ते अत्र प्रयुज्यन्ते परस्मैपदिनः सीतः अन्ति सीतः त मी वहमः आत्मनेपदिनः ते आते अते से आते द्वे ये वहे महे इदानीं लोट्लकारः तूतात् ताम् अन्तु शीतात् तन्त आणि आवाम् आम लोट् आत्मनेपदिनः ताम् आताम् अतां स्व आत्ता द्वं ये आवहै आमहै लङ्लकारे त ताम् अन् स तं त अं व म आत्मनेपदिनः त आताम् अत ताः आतां द्वं ई वहिमहि विधिलिङ्ग् यात् यातां युः याः यातं यात याम याव याम ईत ईयाताम् ईरन् ईताः ईयाताम् ईद्वम् ईय ईवहि ईमहि प्रति आदेशः अग्रे पठामि वा भगिनि प्रति आदेशः क्वचित् विशिष्टस्थित्यां येषु सिद्धतिङ्कृतेषु केचन परिवर्तन्ते अयं विकारः प्रत्यादेशः इति उच्यते. परस्मैपदस्य लोटि हु जल्भ्यो हेर्दि हु धातुकः जलन्तेभ्यः धातुभ्यः धातुभ्यः च की प्रत्ययस्य स्थाने दि आदेशः भवति. येन विधि तदन्तस्य इत्यनेन जलेभ्यः इति जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल् हुच् जलश्च तेषाम् इतरेतरद्वन्द्वः हूजलः तेभ्यो हूजल्भ्यः हूजल्भ्यः पञ्चम्यन्तं हे षष्ठ्यन्तं दि प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हूजल्भ्यः अङ्गेभ्यः हे दि इति स्थाने कारण अत्र भवति. तत्र परस्मैपदस्य लोट्लकारविषये तत्र दत्तं हूजल्भ्योः हूजल्भ्यो हेर्दि इति सूत्रेण हू आगच्छति चेत् जलन्तेभ्यः धातुभ्यः तत्र हूस्थाने हि हूस्थाने तत्र मध्यमपुरुषे एकवचनं हि प्रत्ययस्य अस्ति चेत् अस्ति एव तत्र दि आदेशः भवति इति तत्र दत्तम्. अनन्तरं येन विधि तदन्तस्य इति तदन्तस्य अपि कारणं कार्यं भवति तावदेव. परस्मैपदस्य लङि अपृप्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तसंज्ञा भवति. एकश्च असौ अल् एकाल् कर्मधारयः अपृक्तप्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः. एतत् विषये वयं पूर्वमेव जानीमः. आं भगिनि. अनन्तरं हल्ग्याभ्यो दीर्घात् अपि अनुवृत्तिसहितसूत्रं वदामि वा? हल्ग्याभ्यो दीर्घात् सुतीर्थ पृक्तम् इति हल् तत्र सि टि सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः भवति. अनुवृत्तिसहितसूत्रं दीर्घात् हल्ग्याभ्यो सु टि सि अपृक्तं हल् लुप्यते इति तत्र दत्तम्. एतत् स्वयं स्पष्टतया तत्र दत्तं भगिनि. एतत् अतः कार्यद्वयमेव, एकं परस्मैपदी लोटि हूजल्भ्यो हेर्दिः तत्र जलन्तेभ्यः धातुभ्यः ई प्रत्ययस्य दि, अनन्तरं तु परिचितमेव सर्वत्र वयं कृतवन्तः एव हल्ङ्याभ्यो दीर्घा चुतिश्च कृतम् इति कार्यद्वयमेव. उषा भगिनि किं प्रत्ययं कृतिकमस्कारम्? आं भगिनि. तिङ् प्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् अङ्गकार्यं. रुदादिगणे तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यम् एकमेव, तच्च सर्वेषु धातुषु प्रवर्तते. अपित्सु सार्वधातुकलकारेषु श्नम् प्रत्यये स्थितस्य अकारस्य लोपः भवति श्नसोर् अल्लोपः इत्यनेन सूत्रेण. अपित्सु सार्वधातुकलकारेषु यथा ऋणद् योगः तः नकारस्य आकारः यथा ऋणद् योगः तः रुन्द् योगः तः भवति. बिनद् योगः तः बिन्त् योगः तः भवति. कृणत् योगः तः कृन्त् योगः तः भवति. क्षुणद् योगः तः क्षुन्त् योगः तः भवति. तृणः योगः तः तृण्ह् इत्यादिकम्. श्नसोर् अल्लोपः श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति कितिङिति सार्वधातुके परे अस् धातोः श्नश्च अश्च तयोः इतरेतरद्वन्द्वः श्नसौ. शकन्वादिषु पररूपं वाच्यम् इति वार्तिकेन पररूप आदेशात् न सवर्णदीर्घसन्धिः. शकन्वादिषु शकन्वादिषु पररूपं वाच्यम् इति वार्तिकेन पररूप आदेशात् न सवर्णदीर्घसन्धिः श्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तं द्विपदमितं सूत्रम् अत उत् सार्वधातिके इत्यस्मात् सार्वधातिके इत्यस्य अनुवृत्तिः गमहनजनकनगसां लोपः किङिति अनङ्गि इत्यस्मात् किङिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नसोः अल्लोपः सार्वधातुके किङिति श्नसोर् अल्लोपः इति सूत्रस्य विवरणं दत्तम् अङ्गस्य श्नसोः अल्लोपः सार्वधातुके कितिङ् इति प्रत्यये परे सार्वधातुके कितिङ् इति प्रत्यये परः अस्ति चेत् श्नं प्रत्ययस्य अकारस्य लोपः भवति इति दत्तम् अस्य सूत्रम् अस् धातोः अपि च प्रसक्तिः अस्ति श्नसोर् अल्लोपः इति सूत्रम् अत्र तः इति प्रत्ययस्य विवरणमपि दत्तं तः इति सार्वधातुक ङित् प्रत्ययः ङित् प्रत्ययः श्नसोर् नकारस्य इति श्नम् इति प्रत्ययेन आगच्छति श्नं प्रत्ययस्य नकारस्य अकारः लोपः भवति कितिङ् इति प्रत्यये परे इति दत्तम् अस्योगः तः भिन्ना श्नसोर् अल्लोपः श्नसोर् अल्लोपः इत्यनेन अकारलोपः भवति स्तः तदेव स्तः सन्ति सर्वत्र श्नसोर् अल्लोपः एव तादृशमेव कार्यम् अत्रापि भवति इदानीं किम् अत्र भेदः इत्युक्ते तत् आश्रित्य अत्र अकारः तु दृश्यते साक्षात् अतः तस्य लोपः स्तः सन्ति इति भवति परन्तु अत्र अस्माकम् अकारः नकारोत्प्रवृत्ति अकारः अतः तस्य लोपः शकन्वादिषु वैस् गिवन् भगिनि पररूप आदेशात् न सवर्णदीर्घसन्धि तत्र श्नं श्न इति अस्ति अस् धातुः किल तद् श्नसोरल् श्न योगः अस् ओ ओके फादर् सूत्रे सूत्रे पदच्छेदः नास्ति सूत्रे श्न योगः अस् धातुः श्न इति श्न योगः अस् तत्र अकारः योगः परन्तु श्नस् इति भवति तत्र शकन्द्वादिषु पररूपं तदेव अग्रिम पङ्क्त्यामस्ति तत् पठतु एङ्गी पररूपम् एङ्गी पररूपम् इत्यनेन अवर्णान्तात् अवर्णान्तात् उपसर्गात् अङ्गादौ उपसर्गात् एङ्गादौ धातौ परे पररूपम् आदेशः भवति प्रयोगः एजते प्रयोगः एजते प्रेजते आं भगिनि उपयोगः ओषति उपोषति अष्टाध्याय्यां तस्मिन्नेव स्थले वार्तिकम् अस्ति शकन्वादिषु पररूपं वाच्यं शक अन्तुः शकन्तुः कुल अटा कुलट नाट् कुलाट ओके नाट् शकान् शकान् ओके शकन् शकन्द्वादि आकृतिगणः अनेन श्नसौ अपि अन्यतमः सदस्यः इति न परन्तु तादृशं भवेत् इति चिन्ता आकृतिगणः इत्युक्ते साक्षात् तत्र उक्तं कानिचन रूपाणि तद् रेडिमेड् फार्म् इति वदामः किल तद् अस्ति, ते तत्र एङ्गिपररूपम् इत्यत्र तद् स्वीकृत्य तत्र सवर्णदीर्घः वा अन्यसूत्राणि यदा प्रयोगः एजते तत्र वृद्धिः भवति किल, तादृशं न तत्र एङ्गिपररूपम् इति अपवादसूत्रमस्ति, तस्य एव कार्यं भवति, तादृशं तत्र कानिचन रूपाणि सन्ति, तद् रेडिमेड् फार्म् शकन्द्वादिगणः इति एकं गणं निर्माय तत्र स्थापितं, पाणिनिना स्थापितं, वयं न, पाणिनिना स्थापितं, तत्र ते वदन्ति तत्र श्नसौ इत्यपि तत्र भवेत्, तत्र शकन्द्वादिगणे अस्य शब्दस्य समावेशः करणीयः इति चिन्तनं, तत् नास्ति तत्र, परन्तु तत्र यदा तत्र अन्ये अन्यानि पदानि सन्ति तादृशं यद्यदपि तत्र भवेत् इति काशिकाकारः वदति, ससोपो इति आकारस्य पररूपत्वं शकन्द्वादिषु द्रष्टव्यम् इत्युक्ते शकन्द्वादिकणे अस्य शब्दस्य समावेशः करणीयः येन इत्यनेन अयोगः अ इति पररूपं भवेत् पुनः एकवारं वदतु भगिनि तत्र श्नसोरल्लोपः इति सूत्रम् आं भगिनि, तत्र श्न इति अस्ति अस् इति अस्ति श्नयोगः अस् साक्षात् सूत्रे श्नयोगः अस् साधारणतया सवर्णदीर्घः भवति, अकारः योगः श्नास् इति भवेत् परन्तु न, परन्तु अत्र न भवति, किमर्थम् इति प्रश्नः, तत्र एङ्गिपररूपम् इत्यत्र इत्यस्मिन् सूत्रे एकः वार्तिकमस्ति, एकं वार्तिकम् शकन्द्वादिषु पररूपं वाच्यम् इति, तत्र कानिचन रेडिमेड् फार्म्स् अस्ति, शकन्दुः कुलाटा तादृशं, तत्र बहु दीर्घ लिस्ट् अस्ति, तत् प्रायः अष्टाध्यायि डाट् काम् मध्ये अस्ति, तत्र तादृशम् अस्ति, तत्र अस्यापि समावेशः भवतु, समावेशः इत्युक्ते यु केन् आड् दिस् देर् इति चिन्तनम् इति वैयाकरणानां चिन्तनम्, शकन्दुः कर्कन्दुः कुलाटा सीमन्तः मनीषा हलीषा लाङ्गलीषा पतञ्जलिः सारङ्गः इति शकन्द्वादिगणे कानिचन पदानि, धन्यवादः, एवं च श्नसोर् अल्लोपः इति सूत्रस्य कारणतः पित्सु प्रत्ययेषु एकं रूपम् अपित्सु प्रत्ययेषु च अन्यत् रूपम्, यथा पित्सु प्रत्ययेषु अकारस्य लोपः न भवति, रुद्योगः न योगः ति रुणद् योगः ति नकारस्य परः अकारः अस्ति, शुद् योगः न योगः ति क्षुणद् योगः ति ऋच् योगः न योगः ति ऋणच् योगः ति तृद् योगः न योगः ति तृणद् योगः ति कृद् योगः न योगः ति कृणद् योगः ति तृह् योगः न योगः ति तृणः योगः ति, अपित्सु प्रत्ययेषु अकारस्य लोपः भवति सर्वत्र उष्णसोरल्लोपः, ओके, रुद् योगः न योगः तः रुन्द् योगः तः शुद् योगः न योगः तः शुन्द् योगः तः नकारस्य परः अकारः लोपः भवति श्नसोरल्लोपः इत्यनेन, ऋच् योगः न योगः तः ऋञ्च् योगः तः तुद् योगः न योगः तः तुन् तृद् योगः न योगः तः तृन्द् योगः तः कृद् योगः न योगः तः कृन्द् योगः तः तृह् योगः न योगः तः तृन्ह् योगः तः आं भगिनि, ध्येयं यत् अग्रे पठामि वा भगिनि, ध्येयं यत् पित्सु प्रत्ययेषु नत्वं भवति यत्र निमित्तं वर्तते, अपित्सु प्रत्ययेषु निमित्तं प्रतीयते चेदपि नत्वं नैव भवति, निमित्तं भवति परन्तु वस्तुतस्तु नास्ति, तत्र पूर्वत्रासिद्धम् इत्यनेन णत्वं बाधितम्। अग्रे यत्र सन्धिकार्यं क्रियते तत्र णत्वं कथं बाधितम् इति पश्येम। ओके, अत्र सूत्रसङ्ख्या का 64 किल, 64111 अत्र इतोपि कश्चन प्रश्नः उदेति, रुदादिगणे अपित्सु तिङ् प्रत्ययेषु सर्वेषाम् अङ्गानाम् अपित्सु तिङ् प्रत्ययेषु सर्वेषाम् अङ्गानां णसोरल्लोपः इत्यनेन नकार उत्तरस्य अकारलोपः भवति, अतः अङ्गस्य उपादायां नकारः भवति, अपि च रुदादिगणे हि सि धातुम् अतिरिच्य सर्वे धातवः अनिदितः, हि सि ओके दिस् इस् इकारान्त ई दात् ओके सर्वे अनिदितङ्गम् ओके इत् एण्डिङ्ग् ओके इदितः ओके अतः येषां सर्वेषाम् अनिदितानां धातुः ऐ वास् आल्सो थिङ्किङ्ग् भगिनि अतः येषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम् अपित्सु प्रत्ययेषु अनिदितां हल उपादायाः किम् इति इत्यनेन किमर्थं नकारलोपः न स्यात्, वैष्णसोरल्लोपः ओके रुन्द् योगः तः किमर्थं न स्यात्, सर्वे धातवः अग्रे गिवन् दत्तानां धातूनां रुद् यो रुद् शुद्ध रिच् सर्वे धातुतः सर्वे धातु इत् नास्ति इति इति नास्ति, सो अनिदिता महल उपादायाः किम् इति इत्यनेन किमर्थं नकारलोपः न स्यात् इति प्रश्नः रुन्द् योगः तः शुन्द् योगः तः रिञ्च् योगः तः तृन्द् योगः ओके तृन्ह् योगः तः येषु सर्वेषु स्थलेषु अनिदित्तां हल उपादायाः किगिति इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत् किमर्थं न भवति, नकारः न लोपः भवति अनेन सूत्रेण न भवति तदेव अनेन सूत्रेण न भवति किमर्थं श्रतोरलोपः इत्यस्य का आवश्यकता इत्येव प्रश्नः, अनिदितां हल उपादायानिति अनिदितां हल उपादायाः किमिति अनिदितां हलन्तानाम् अङ्गानाम् उपादायाः नकारस्य लोपः भवति कितिङिति प्रत्यये परे अनिदितां हल अनिदितां हलः अङ्गस्य उपादायाः न लोपः किङिति अनिदितां इति इति अनुवृत्तिसहितसूत्रम् पठामि भगिनि अत्र च प्रतिच्छेदयः न अत्र च इदित् इत्यनेन कीदृशधातुः गृह्यते इत्यस्य बोधनार्थम् इदितो नुं धातुः परिशीलनीयम्, इदितो नुं धातोः इत्यनेन इदितः धातोः नुम् आगमो भवति, तर्हि कीदृशानां धातूनाम् इदित्वात् नुम् आगमः इति स्पष्टीकरणार्थं काशिकावृत्तौ उक्तौ उच्यते यत् इदितां समुदायस्य इत्संज्ञा इति तां समुदायस्य समुदायस्य एत् संज्ञा इत्यादित्वं नास्ति. अवयववस्ताः अपि इत्संज्ञायां सत्यां गोः पदान्ते इतो अन्तग्रहणम् अनुवर्तयतम् अनुवर्तयत्वयं तेन तेन अन्त इदितो दात्यागो गृह्यन्ते. अनेन अन्ते इत्यस्य अनुवृत्तिः इदित् इत्यस्य अर्थबोधनार्थम् उपदेश अवस्थायां धातोः अन्ते इक्संज्ञा ह्रस्व इकारः वर्तते चेत् रुधिर् विचिर् एतादृशं दातवः इदितः न अपि तु इदितः प्रयत्नं करोमि. अत्र इदित् अर्थं किम् इति तदर्थम् इदितो नुं धातोः इति सूत्रं पठनीयं. प्रथमम् इदितो नुं धातोः सूत्रं वदति इदितः धातोः नुम् आगमः भवति. इदितः मीन् अर्थः इति उपदेश अवस्थायां धातो अन्ते इत्संज्ञकः ह्रस्वैकारः नास्ति. इदित् इत्युक्ते अर्थमस्ति उपदेश अवस्थायां धातोः इत् ह्रस्व इकारः इत् वर्णः सो तर्हि कीदृशानां धातूनाम् इदित्वात् नुम् आगमः इत्यस्य स्पष्टीकरणार्थं काशिकावृत्तौ उच्यते यत् इदितां समुदायस्य इत्संज्ञा इति इदित्वं नास्ति. नावगतं भगिनि तद् वयं गतसप्ताहे अपि एकः धातुः दृष्टवन्तः किल निजिर् अद्यापि दृष्टवन्तः किल विषिर् वा किमपि तत्र इर् इत्येव इत्संज्ञा इकारः इदित् नास्ति इरित् अस्ति सर्वत्र इरित् अस्ति इकारः रेफः द्वयोः इत्संज्ञा इरित् समुदायस्य इत्संज्ञा इर् इत्संज्ञा वाच्या इति सूत्रेण इत्संज्ञा भवति. ते सर्वे इदित् नास्ति इत्येव वदति. ओके ओके अनेन रुधिर्धातु अपि इर् इति सर्वत्र इदित् नास्ति इरितः इरितः तावदेव तदेव तत्र पुनः पुनः किञ्चित् प्रौढभाषायां दत्तमस्ति. ओके ओके अवगतं भगिनि. यदि तस्य चेत् मूल उपदेश अवस्थां ह्रस्वैकारः इति वर्णः इरितः इति इर् इति वर्णः इति वर्णः तावदेव इरित् अस्ति चेत् इदित् नास्ति इदित् नास्ति. तर्हि रुदादिगणे येषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम् अपि सुप्रत्ययेषु अनिदितां हल उपदाय इति इत्यनेन किमर्थं नकारलोपो न स्यात्? उत्तरम् एवं यत् स्नसोरल्लोपः च अनिदितां हलुपदायाम् इति इत्याभ्यां यत् कार्यं भवति तदव्ययमपि अभेयकार्यम् ओ अभेय सिक्स् फोर् वन् वन् वन् सिक्स् फोर् टु फोर् अपि च द्वयोः आश्रयसमानः नेत्प्रत्ययः अतः अनिदितां हलोपदाया किन्नति इति सूत्रं प्रति स्नसोरल्लोपः इत्यस्य कार्यम् असिद्धम् अनिदितां हलुपदाया चिनति प्रति यतोहि अकारलोपो न जातः नकारः उपदायां नास्ति तस्मात् अनिदितां हलुपदाया चिनति इति सूत्रस्य प्रसिद्धिः न अवगतं भगिनि स्नसोरल्लोपः अनिदितां हलुपदाया चिनति सूत्रद्वयं अभिकार्यम् अस्ति ततः परकार्यम् असिद्धं भवति असिद्धं भवति कार्यम् असिद्धं ततः लोपः न भवति चतुरलोपः इत्यनेन यत् कार्यं कृतं तद् अनिदितां हल उपादायानिति न पश्यति न पश्यति समीचीनं तदेव तदेव उत्तरं किमर्थं तस्य कार्यं न भवति इति समीचीनम् अग्रे किम् अस्ति इत्युक्ते सन्धिकार्यम् इति यद् गतपाठे आसीत् तदेव पुनः अस्ति किञ्चित् तद् दृष्ट्वा आगच्छन्तु अनन्तरं वयं चकारान्तदातवः इति आरभ्य कुर्मः अग्रिमसप्ताहे चकारान्तदातुः तदपि अस्माकं विचिर् इत्युक्ते इर् इर् समानमेव सम्यक् अस्तु अद्य विरमः धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनि धन्यवादः